अधुना उल्लेखालङ्कारस्यैव द्वितीयः प्रकारः परिचीयते। एकेन बहुधोल्लेखेऽप्यसौ विषयभेदतः गुरुर्वटस्यर्जुनोऽयं कीर्तौ भीष्मश्चदासने। नाम एकेनैव जनेन बहुधा उल्लेखे कृतेऽपि उल्लेखालङ्कारो भवति। यथा प्रस्तुते उदाहरणे राज्ञः वर्णने एकेनैव जनेन एवम् उक्तम्, अयं राजा वचसि गुरुरस्ति, तन्नाम गम्भीरः अस्ति, तथा हि बृहस्पतिरिवास्ति, यतोहि गुरुर्नाम बृहस्पतिरपि भवितुमर्हति, तथा हि कीर्तौ त्वयम् अर्जुनः नाम धवलः निष्कलङ्कः अस्ति, अथवा पाण्डवार्जुनवदस्ति, तथा हि श्रासने नाम धनुर्विद्यायां भीष्मः अस्ति, भयानकः अस्ति, अथवा कुरुवंशे पितामह इव स्थितस्य भीष्मस्य स्मारकोऽस्ति इत्येवं भिन्नभिन्नप्रकारैः एकस्यैवोल्लेखः कृतः। तेनात्र पुनरेव उल्लेखालङ्कारो विराजते।